नमस् सर्वेभ्यः, अस्माकं 19वर्गं प्रति स्वागतम्। आदौ तु क्षमां याचयामि, क्षन्तव्याहम्। अनेकान् वर्गान् न स्वीकृतवती, केचन निजक्लेशाः आसन्। वेल्कम् एव्रिबडि। फस्ट् आफ् आल् ऐ मस्ट् अपालजैस्, ऐ हेड् सम् पर्सनल् इश्यूस् बिकास् आफ़् विच् ऐ वास् नाट् एबल् टु टेक् सम् क्लासस्, and of course Diwali festival also happened, but I really am sincerely sorry about it. Astu arambham kurmah. Vishalakshi bhagini pathati kim mangalacharanam? Mangalacharanam. Om sahanavavatu sahanau bhunaktu सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्तिश्शान्तिश्शान्तिः। हरिः, धन्यवादः। धन्यवादः। तर्हि आदौ किञ्चित् पुनःस्मरणरूपेण भवन्तः ध्वनिः श्रोतुम् इच्छामि। तदर्थम् अहं कथां स्वीकृतवती। कविता भगिनी आरम्भं करोतु, पठतु। दृश्यते किल? सुप्रभात, पठतु। किञ्चित् उच्चैः वदतु भगिनी, किञ्चैः उच्चैः। Small, it is small, too small. It is small, is it? It can be enlarged. Let me increase it. Okay. Eka Nimisha, patatu idani. Katha sahasa vidhita makriyam. Vidhatita, vidhatita, kshemita, vidhatita, vidhatita. That means? Vidadhit, which means that immediately after seeing, you must not come to a conclusion. Immediately. Sahasa is takshana, that way. Katha sahasa vidadhit na kriyam. Eta sin grama, eta mahya vasati ma. Vasati? तस्याः बहु प्रीतिः आसीत्। महिलायाः एकः शिशुः अपि आसीत्। तस्य गृहस्य समीपे तस्याः गृहस्य समीपे जलम् आसीत्। आनेतुं सा दूरं गच्छति स्म। धन्यवादः। सो कविता भगिनी, नकुलम् इस् मङ्गूस्। सो दिट् इस् दट् स्टोरि आफ़् द स्नेक् एण्ड् द मङ्गूस्। ऐ एम् अस्यूमिङ्ग् दट् एव्रिबडि हेज़् अण्डर्स्टुड् आल् द वर्ड्स् इन् दिस्। इफ् देर् इस् समथिङ्ग् विच् यु हेव् नाट् अण्डर्स्टुड्, प्लीज़् लेट् मी नो। ओके, विजय महोदय, धन्यवादः भगिनी। विजय महोदय, अगच्छत् आ इस् वेन् यु ओपन् योर् माौत् एस् दो यु आर् ईटिङ्ग् अ लड्डु आर् समथिङ्ग्। अगच्छत्। महिला बहिः गता, तदा एकं एकः तदा एकः सर्पः सर्पः सर्पः No, sarpah. That ra over there is actually before the pa. Whenever the ra is up, okay, now for example, over here, sarpah, so the ra will be first, pronounced first. Whereas over here, when the ra is down, bahu, pa will come first. Riti hi asi. Okay? Ekaha. अगच्छत् अपतत् अनुमाश्रयेण एव सः सर्पम् आमरयत् अमारयत् अमारयत् All these verbs which I have highlighted in bold, these are all the past tense. Okay, we will be doing the past tense today. That is why I have highlighted it. Okay, they are all the past tense. Astu dhanyavadaha mahode. Dhanyavad. Ha, Vijay Thamki mahode. Vijay Thamki mahode. Kripaya unmute karo. Namaste bhagini. नमस्ते सर्वे किम् अवगतवन्तः इति अहं मन्ये ऐ एम् अस्यूमिङ्ग् देट् एव्रिबडि हेज़् अण्डर्स्टुड् इफ् देर् इस् संथिङ्ग् देट् यु हेव् नाट् अण्डर्स्टुड् देन् प्लीज़् लेट् मी नो अस्तु विजय थङ्कि महोदय पठतु महिला जलं गृहीत्वा आगता द्वारे एव नकुलः उपविष्टः महिला नकुलस्य मुखम् अपश्यत् नकुलस्य मुखं रक्तमयं सा अचिन्तयत् अयं नकुलः मम शिशुम् अखादयत् अतः एव अस्य मुखं रक्तं सा तत्क्षणे एव एकं शिलाखण्डं नकुलस्य उपरि अक्षिपत् नकुलः मृतः अनन्तरं सा गृहस्य अन्तः गता तत्र शिशुः क्रीडति तत्रैव मृतं सर्पम् अपश्यत् सा बहु दुःखिता अभवत् अविचारेण अविचारेण मया नकुलः संहृतः इति सा पश्चातापेन पीडिता अभवत् अतः किमपि कार्य सहसा न कर्तव्यं विचारं कृत्वा एव कर्तव्यम् धन्यवादः सर्वे अवगतवन्तः इति अहं मन्ये विशालाक्षी भगिनी पठतु कथा सहसा विधतीत न क्रियां एकस्मिन् ग्रामे एका महिला वसति स्म सा एकं नकुलं पालयति स्म नकुलस्य विषये तस्याः बहु प्रीतिः आसीत् महिलायाः एकः शिशुः अपि आसीत् तस्याः गृहस्य समीपे जलं न आसीत् जलम् आनेतुं सा दूरं गच्छति स्म एकस्मिन् दिने जलम् आनेतुं सा अगच्छत् गृहे कोऽपि अगच्छत्। गृहे कोऽपि नासीत्। तस्याः शिशुः निद्रितः आसीत्। महिला बहिः गता। तदा एकः सर्पः गृहम् आगतः। नकुलः सर्पम् अपश्यत्। सर्पः शिशुसमीपम् अगच्छत्। नकुलः तत्क्षणे एव सर्पस्य उपरि अपतत्। क्षणमात्रेण एव सः सर्पम् अमारयत्। धन्यवादः। धन्यवादः। कविता भगिनी पठतु। कविता भगिनी, भवत्याः ध्वनिः न सम्यक् श्रूयते, उच्चैः वदतु कृपया। महिला जलं आगता। द्वारे एव नकुलः उपविष्टः। महिला नकुलस्य मुखम् अपश्यत्। नकुलस्य मुखं रक्तमयं। सा अचिन्तयत्, मम शिशुम् अखादयत्, अतः एव मुखं रक्तम्। सा तत्क्षणेन एव एकं शीलाखण्डं नकुलस्य उपरि अक्षिपत्। अक्षिपत्। नकुलः मृतः। अनन्तरं सा गृहस्य अन्तः गता। तत्र शिशुः क्रीडति। तत्रैव गतं सर्पम् अपश्यत्। सा बहु दुःखिता अभवत्। अविचारेण मया नकुलः संस्कृतः इति सा पश्चातापेन पीडिता अभवत्। अतः किमपि कार्यं सहसा न कर्तव्यं, विचारं कृत्वा एव कर्तव्यम्। So there are two kinds of past tenses in this, okay? The ones which we have highlighted is the lakara form. It is the kriya form. And now, for example, dware eva nakulaha upavishtaha is also in the past tense. But it is a different form. Okay, it is a different form. It is called a kridanta. Okay, any questions? Any questions? Prashnah na santi iti amanye. Astu agre gachha. So what we have done so far is we have done the, excepting for the 7th and 5th, we have done all the vibhaktis. We will do the panchami vibhakti today, and I will allow you all only to read so that. Meenu Bhagini. Meenu Bhagini Patat. Namaste Bhagini. Namaste. Panchami vibhaktihi. Vrukshat. Parnam apatat. A leaf fell from the tree. Rukshebhyah phalani patanti. Fruits fall from trees. Generally, when separation is denoted, this vibhakti is used. That is a panchami vibhakti. Panchami vibhakti. So here we can... Kshamyatam, just one. So here we can see that the leaf which was along or on the tree and joined to the tree has separated. So when this kind of separation happens, I have written generally because it is fifth vibhakti is used for other things also, as we will see. But that's the reason I have written generally. But otherwise, wherever there is a separation, there you have to use panchami vibhakti only. Astu dhanyavadah bhagini. Dhanyavadah. Kavita bhagini patatu. हरिणः व्याघ्रात् द्रस्यति। द्रस्यति, क्षम्यताम्, अन्यत् यू केन् अन् द्रस्यति। हरिणः व्याघ्रात् प्रस्यति Their fear of one from another is expressed with liberty is due. Aham dushtat trasyami. I am afraid of the evil people like that. So wherever fear is used, where we are using fear one from the other, wherever there are two people and one is afraid of the other, then the panchami vibhakti is used. Dhanyavadaha bhagini. Vijay Mahoday Pathatu. आम्रफलं दाडिमात् श्रेष्ठं श्रेष्ठं महाप्राणं वैशाखः चैत्रात् परं चैत्रात् द टु मन्त्स् वैशाख एण्ड् चैत्र परः शत्रुघ्नाथ शत्रुघ्नाथ नो दट् इस् नो दट् इस् शत्रुघ्नाथ शत्रुघ्नाथ पूर्वः लक्ष्मी वास् बोर्न् बिफोर् शत्रुघ्नः बालः आगतवान् ओके सो ओवर हियर व्हेनेवर वी आर कंपेयरिंग टू थिंग्स देन द वन व्हिच इज बीइंग कंपेयर्ड टू लाइक फॉर एग्जांपल वैशाखः परः वैशाखः कम्स आफ्टर चैत्रा सो दैट चैत्रा इज गोइंग टू बी इन पंचमी विभक्ति सिमिलरली श्रेष्ठम एंड पूर्वः And this last part is actually the one which is quite easy. Instead of knowing the Panchami Vibhakti forms, in case you don't remember or you want to tell quickly or something like that, it is a very easy one. Normally you would have said Vrikshat Parinam Apatat. But here what you will do is you will take the Pratipadikam, Vriksha, and you will just add Taha. Vrikshataha Parinam Apatat. Similarly, Balaha Shalataha Agatavan, he came from school. So, Shala, normally you would have said Shalayaha, but here you are going to say Shalataha. Okay, we will do the form later on when we do the revision of all the Vibhaktis. This is just an introduction. We can make sure that everybody has understood and understood. Vijay Thanki Mahoday. नमो नमः वृक्षात् सॉरी पंचमी विभक्तिः वृक्षात् पर्णम् अपतत् अ लीफ फेल फ्रॉम द ट्री वृक्षेभ्यः फलानि पतन्ति फ्रूट्स फॉल फ्रॉम ट्रीज generally when separation is denoted this vibhakti is used harinah vyagrat trasyati a deer is scared of the tiger गजाः सिंहात् त्रस्यति त्रस्यन्ति एलिफेण्ट्स् फियर् फ्रोम् लायन् वेर् फियर् आफ् वन् फ्रोम् अनदर् इस् एक्स्प्रेस्ड् दिस् विभक्ति इस् यूस्ड् धन्यवादः महोदय विशालाक्षी पञ्चमी विभक्ति आम्रफलं विभक्तिः आम्रफलं दाडिमात् श्रेष्ठं मेङ्गो इस् सुपीरियर् टु पोमोग्रानेट् वैशाखः चैत्रात् परः वैशाख इस् आफ्टर् चैत्र लक्ष्मणः शत्रुघ्नात् पूर्वः लक्ष्मण् वास् बोर्न् बिफोर् शत्रुघ्न वेन् टु थिङ्ग्स् पर्सन्स् आर् बीङ्ग् कम्पेर्ड् द वर्ड् विच् ईस् बीङ्ग् कम्पेर्ड् टु ए टु ईस् इन् द फिफ्त् विभक्ति सिमिलर्लि वेन् द टैम् अर्लियर् टु आर् लेटर् टु आर् इण्डिकेटेड् द फिफ्त् विभक्ति इस् यूस् फार् द वर्ड् टु विच् कम्पेरिसन् इस् डन् तः ईस् एडेड् एस् एन् आल्टर्नेटिव् एक्साम्पल् वृक्षतः पर्णम् अपतत् बालः शालातः आगतवान् धन्यवादः धन्यवादः ऐ वाण्ट् टु डु द भूतकालः आल्सो टुडे वि हेव् आल्रेडि रेड् द स्टोरि एण्ड् बोत् परस्मैपदि एण्ड् इन् आत्मनेपदि एस् यूशुवल् द फार्म्स् आर् डिफ़्रेण्ट् and this is called lang lakarah lang lakarah the ga is not pronounced full as though you are saying ga but lang lakarah astu yashasvini bhagini pathatu these are the forms bhutakalah athva lang lakarah parasmai padi athava लङ्गलकारः परस्मैपदी एकवचनं द्विवचनं बहुवचनम् अभवत् अभवताम् अभवन् अभवः अभवतम् अभवत् अभवम् अभवत् क्षम्यतां भगिनि अभवत् अभवम् अभवाव अभवाम दिस् इस् द प्रथम पुरुष द मध्यम पुरुष एण्ड् द उत्तम पुरुष अपठतम् इस् टु बि यूस्ड् वित् विच् प्रोनौन् अपठतम् डु यू रिमेम्बर् अपठतम् इस् वे नव जस्ट् वन् मिनिट् apathatam yeah apathatam is so used say, for apathatam is used in the madhyam purusha yeah madhyam purusha dvivachanam dvivachanam correct but which is the pronoun that is to be used so if I say apathatam means how many people are reading and who is reading two of us are reading ha two of us not two of you two of you two so of yuvam tvam tvam yuvam yuyam we must not forget that because otherwise this becomes fully meaningless yeah if you don't remember that then it has been a good break big break yuvam. Rather long yeah, sorry yeah yuvam. Yuvam. yuvam yuvam pathatam it will be and the next will be yuyam pathatam and the first will be pathatam not pathata they change pathata pathata tvam and tvam apathah tvam apathah correct can I read the last one Yeah, please. Uttama Purusha will be Aham Patham, Aham Apatham, Apatham. Mm-hmm. Then Avam Apathav and Apathava, Apathava, Apathava, and it will be Vayam Apatham, Apathama. Apathama. And the first one? And the first one will be Saha. Saha apathat, then it will be Tau apathatam, and it will be Te apathan. Okay, that is very important to me. Dhanyavada, Abhyani. Dhanyavada. Agre, Chintana. Ka santi tatra. Meenu Bhagini Pathatu. आं भगिनि मेनु भगिनि किं सर्वनामान् अपि वदतु सर्वनाम भूतकालः अथवा लङ्लकारः परस्मैपदी भूत इस् फुलिभूत् भूतकाल इस् राङ्ग् ओके सो भूतकालः भूतकालः आं भगिनि सः अभवत् तौ अभवताम् ते अभवन् त्वम् अभवः युवाम् अभवतं यूयम् अभवत् अहम् अभवम् आवाम् अभवाव वयम् अभवाम सः अपठत् सा अपठत् ते अपठताम् सा ते ता अपठन् ताः अपठन् त्वम् अपठः युवाम् अपठतं यूयम् अपठत् अहम् अपठम् आवाम् अपठाव वयम् अपठाम धन्यवादः भगिनि कविता भगिनि सः अभवत् तौ अभवतां ते अभवन् त्वम् अभवः युवाम् अभवतं यूयम् अभवत् अहम् अभवत् अभवत् वदनीयम् अभवत् अदर्वैस् द डिफ़रेन्स् बिट्वीन् द प्रथमपुरुष एकवचनम् एण्ड् मध्यमपुरुष बहुवचनं विल् नाट् बि हर्ड् First one is abhavat, abhavat. So your, there is no sound from your throat because a is not there. Whereas when you're telling the madhyama purusha bahuvachanam, that time you will say abhavat, a. So your sound is coming from the throat, a. Abhavat, see? Or abhavat, there only it's stopping. Yeah, your lips. Aham abhavat. आवाम् अभवाव वयम् अभवाम सः अपठत् तौ अपठतां ते अपठन् त्वम् अपठतः युवाम् अपठतं यूयम् अपठत अपठम् आवाम् अपठाव उत्तमं विजय महोदय why I'm requesting everybody to say it is because by practice and by listening to the others it should come automatically otherwise we tend to not remember we have to by heart it astu Vijay Mahoday lang lakara parastin kadhi अभवतां ते अभवन् त्वम् अभवः युवाम् अभवतं यूयम् अभवत् अभवत् अहम् अभवम् आवाम् अभावः अभवाव आवाम् अभवाः वयं व अभवाव आवाम् अभवावः वः इस् नाट् दे महोदय यर् वः इस् नाट् दे भवावः इस् देर् इन् द लट् लकार प्रेसेण्ट् टेन्स् बट् दिस् इस् पास्ट् टेन्स् इट् इस् अभवाव तावदेव अभवावः इस् नाट् देर् देर् इस् नो विसर्ग वयम् अभवाम अभवाम भवाम वयम् अभवाम विदौट् द विसर्ग वयम् अभाव अभवाम अभवाम म फुल्लि अभवाम अग्रे अपठत् अपठः युवाम् अपठम् युवम् अपठत् अपठत् महोदय वेन् यु से त दट् सौण्ड् अ शुड् कम् फ्रोम् युर् थ्रोत् देन् ओन्ली अपठत् एण्ड् अपठत् द डिफ्रेन्स् विल् बि हर्ड् अहम् अपठम् आवाम् अपठाव आवाम् अपठाव वयम् अपठाम् अपठाम अपठाम धन्यवादः धन्यवादः महोदय तत्र विजय थङ्की महोदय वदतु नमस्ते भगिनि भूतकालः अथवा लङ्लकारः परस्मैपदी सः अभवत् तौ अभवतां ते अभवन् त्वम् अभवः युवाम् अभवत् यूयम् अभवतम् सोरि त्वम् अभवः यूयम् अभवतम् सोरि युवाम् अभवतम् यूयम् अभवत् अहम् अभवम् आवाम् अभवाव वयम् अभवाम सः अपठत् तौ अपठताम् ते अपठन् त्वम् अपठः युवाम् अपठतम् यूयम् अपठत अहम् अपठम् आवाम् अपठाव वयम् अपठाम धन्यवादः विशालाक्षी भगिनि भूतकालः अथवा लङ्लकारः परस्मैपदी I'll tell with sa. Yes, yes. Or you can tell okay. with tat also. Okay. Tat. Tat abhavat. Te abhavatam. Tani abhavan. Uttama. Then tvam. त्वम् अभवः युवाम् अभवतम् यूयम् अभवत् अहम् अभवाव आवाम् अभवाम् ओके ओके अहम् अभवम् आवाम् अभवाव वयम् अभवाम तत् अपठत् ते अपठताम् तानि अपठन् त्वम् अपठः युवाम् अपठतम् एण्ड् यूयम् अपठत अहम् अपठम् आवाम् अपठाव वयम् अपठाम उत्तमं सो दिस् इस् फार् परस्मैपदी परस्मैपदी ओके नौ यु केन् रीड् वि स्टार्ट् वित् यु ओन्लि बिकास् यशस्विनी भगिनी हेस् आल्रेडि रेड् आत्मनेपदी पठतु भूतकालः अथवा लङ्लकारः अथवा लङ्लकारः आत्मनेपदी सः अवन्दत तौ अवन्दितां ते अवन्दतन्त अवन्दन्त त्वम् अवन्दथाः युवाम् अवन्देथाम् यूयम् अवन्ध्वम् अवन्दध्वम् अवन्दध्वम् अवन्दध्वम् अहम् अवन्दावहि क्षम्यतां भगिनि ओ सोरि अहम् अवन्दे आवाम् अवन्दावहि वयम् अवन्दामहि सा अलभेताम् सा अलभत अलभत ते अलभेताम् एण्ड् ताः अलभन्त सिमिलर्लि त्वम् अलभथाः युवाम् अलभेताम् थां यूयम् अलभध्वम् अलभध्वम् अहम् अलभे आवाम् अलभावहि वयम् अलभामहि धन्यवादः यशस्विनी भगिनी धन्यवादः पठतु पठतु भगिनी जस्ट् वन् दिस् थिङ्ग् इन् इङ्ग्लिश् इट् वुड् बी हलो in English this would be salute vanda is worship or salute and labha is to gain profit okay. Yeah now and another question read in the reverse bagini read in the reverse okay start with the uttama purusha bahuvachanam first okay another one I just wanted to we are reading all this for that the same thing applies for this also yes that is eshah etau eshah etau ete I can do that only the first part yes, that is the prathama But the Madhyama Purusha and the Uttama Purusha remains the same. Yeah, naturally. There's no change. So I will start with the last one. That is Aham Alabhe. No, go in the reverse direction, please. Just because then it becomes more cemented. Of each word. Bhutakala. Start with the Bhu. Okay. भूतकालः अथवा लङ्गलकारः आत्मनेपदी. यु वाण्ट् मी टु स्टार्ट् वित् द बहुवचनम्? यस्, उत्तमपुरुष. अच्छा, उत्तमपुरुष बहुवचनं. वयम् अवन्दामहि, रैट्? यस्. यूयम् अवन्दध्वम्, अवन्दध्वम्. Then that will be avam bhagini, not yum. Ete, no avanda dhvam, she said, no. So I'm reading all the bahuvachan. Oh, she's going in the vertical. I'm going vertical. And for that it will be ete avandanta avandanta. No, see, whenever there is a conjunct alphabet, no, and the previous one is a raswa, now va is a raswa, yeah. What you should do is you should take that half along with va. So avandanta, avandanta, it becomes avandanta. That is the correct way. Okay. Ete avandanta. Then this will be avam avandavahi, yuvam avande thama, avande thama, thama is wrong, thama, thama, avande thama, and etau avande thama. Then this would be aham avande vam avandathaha and eshah avandata. Uttama. Agrim. Now I'll read the next. This will be vayam alabhamahi, and then it will be yuyam alabhadvam. And this will be etaha alabhanta. I'm reading the feminine. Etaha. Very good. Sorry. Etaha. And then this will be avam alabhavahi, yuvam alabhetam, alabhetam. And ete alabhetam. Then it will be aham alabhe, tvam alabhataha, and esha alabhata. Uttama. Thank you. Meenu bhagini, Meenu bhagini. Take an isha, atra message asti kina. Chati ki. Priya bhagini. Namaste bhagini. Astu. Meenu bhagini. Okay. Just to make it a little bit interesting. Yes. Okay. Vayam avandamahi, yuvam avandetham. Very good. Eshah avandata. Vandat. उत्तमम्. अहम् अवन्दे युवा, नो आई कांट गो बैक लाइक दिस. एज लॉन्ग एज यू टेल ऑल द नाइन इन एनी डायरेक्शन इट डज नॉट मैटर. त्वम् अवन्दथाः, एतौ अवन्देताम्, एतानि अवन्दन्त. That is also correct, though you should remember that etani is neutral, okay? Yes. Yuyam avandadvam avam avandavahi. Uttama. So I'll go do the next one also? Yes, yes. All of them, so that we get the practice. By repeated hearing only, you can, listening only, we can, otherwise it's difficult. What is the meaning of alabhat? Alabhata is to, has got, past tense. Labha is to gain, and alabhata is he got, like that. He gained, he profited, he or she or it. Okay. Tani alabhanta tau alabhetam tat alabhata tvam alabhathaha yuvam alabhetham yuyam alabhadvam vayam alabhamahi avam alabhavahi aham alabhe. Uttamam, dhanyavada. Priya Bhagini Vada, patatu. Namaste Bhagini. Bhutakalaha Atava Lang Lakaraha Atmanepadi. From Bahuvajan Bhagini? Yeah, any direction but with the correct pronoun. And okay, not the straight direction. Astu Bhagini. Te avandanta tau avandetam saha avandata yuyam avandatvam yuvam avandetam tvam avandathah vayam avandamahi avam avandavahi aham avande tani alabanta te alabetam tat alabatha yuyam alabatvam yuvam alabetam tvam alabathah vayam alabhamahi vayam alabhavahi aham alabhe alabhavahi is with which? With avam. Vayam vayam alabhavahi aham alabhe. Naiva bhagini. Vayam alabhavahi na avam avam alabhavahi avam alabhavahi अहम् अलभे. अस्तु, धन्यवादः. धन्यवादः भगिनी. कविता भगिनी. ऐ एम् डेलिबरेट्लि स्पेण्डिङ्ग् टैम् आन् दिस् बिकास् वेन् यु हियर् मल्टिपल् टैम्स् देन् इट् कम्स् आफ् बेटर् देट् इस् वै. वयम् अलभामहि आवाम् अलभावहि अहम् अलभे yuyam alabhadvam yuvam alabhetham tvam alabhathah te alabhanta tau alabhetam saha alabhat. Alabhat. Alabhat, then it becomes parasmaipadi. So that a and that ta, that should be a difference. You should remember that when there is a no alan, then the sound should come from the throat. Alabhata, you will feel the difference. Alabhat, your, it stops at the lips itself. Alabhata. Vayam avandamahi avam avandavahi aham avande yuyam avandadvam yuyam avandetham tvam अवन्दताः ते अवन्दत्त अवन्दन्त अवन्दन्त ते अवन्दन्त तौ अवन्दिताम् सः अवन्दत अवन्दत अवन्दत उत्तमं धन्यवादः विजय विजय महोदय कवितायाः विजय महोदय तत्र द्वौ विजयौ स्तः किल तदर्थं वयम् अलभामहि यूयम् अलभद्वं ते अलभन्तः अलभन्तः वयम् अवदन्तामहि अवदन्तामहि यूयम् न शुड् कम् फस्ट् महोदय अवन्दध्वं यु डोण्ट् टेल् अव यु टेल् अवन् देन् इट् बिकम्स् ईज़ि अवन्दध्वम् अवन्दध्वम् cannot be heard. At least I cannot hear it. No is there, no, Mahoday. There half no is there. That should be heard. If you tell avadanta, then that is wrong. Avandanta. Because the dhatu is vand. So that no should be heard. Otherwise it becomes vadata. Vadata is to talk. So the meaning changes. Okay? Vadata. Avandanta. आवाम् आवाम् अलभवाहि अलभावहि आवाम् अलभवाहि इट्स् नाट् भवा इट्स् भाव ओ आवाम् अलभावाहि वहि आवाम् अलभावाहि वा नास्ति व अस्ति वा इस् वेन् यु ओपन् युर् माौत् लौड्लि व इस् वेन् युर् माौत् इस् जस्ट् स्लैट्लि ओपन् आवाम् अलभावाहि युवाम् अलभेताम् तौ अलभेताम् आवाम् अवदन्तावहि आवाम् अवदन्ता अवन्दावै युवाम् अवदन्ते अवदन्तेताम् अवन् यु आर् नाट् रीडिङ्ग् द हाफ् नो महोदय अवन्देताम् अवन् डोण्ट् टेल् वर्ब् ओन्लि वेन् देर् इस् अ कञ्जङ्क्ट् यु टेल् द हाफ् विच् इस् देर् नो यु टेल् अलाङ्ग् वित् द अर्लियर् वन् देन् इट् बिकम्स् ईज़ि त्वम् अलभेताम् सो सः अलभत अहम् अवबन्ते अवन्दे सः अववन्दे अवन्दे सः अवन्दे तौ अववन्द नै महोदय महोदय अहम् अवन्दे अहम् अवन्दे त्वम् अववन्द अववन् अवन् अस्ति अववन् अववन् नो डु वदले अवन्दथाः अवन्दथाः अवन् दताः सः अववन्त सः अववन्त अवन्दत अवन्दत अस्तु धन्यवादः लिटिल् दट् प्राक्टिस् द वन्द वन्द अलाङ्ग् वित् कविता भगिनी लेटर् आन् अस्तु विजय थङ्की महोदय नमस्ते भगिनि वयम् अलभामहि यूयम् अलभध्वम् ते अलभन्त वयम् अवन्दामहि यूयम् अवन्दध्वम् ते अवन्दत अवन्दन्त अवन्दन्त आवाम् अलभावहि युवाम् अलभेथाम् ते अलभेताम् आवाम् अवन्दावहि युवाम् अवन्देथाम् ते अवन्देताम् अहम् अलभे त्वम् अलभथाः सः अलभत अहम् अवन्दे त्वम् अवन्दथाः सः अवन्दत उत्तमं धन्यवादः अग्रे का अस्ति विशालक्षी महोदय भगिनी तु उक्तवती अस्तु सो दिस् इस् हौ वि यूस् द पास्ट् टेन्स् या सम्बडि हेज़् अ क्वश्चन् Does anybody have a question? Hello? Excuse me. Priya Bhagini, I don't know about the others, no, but Chavati, I'm unable to hear. It's breaking. I can hear some music along with that. Music? We can hear. Music here. We can hear clearly. Astu. Priya Bhagini, Uktavati Kim? Priya Bhagini? Yeah, I think sarve uktavantah iti manni. I think everybody has got this properly. So we'll just any questions so far. No, I think. Hello. Hello. Yeah. Yes. Can any you question? Hear me? Yes. Any question? I'm unable to hear and unable to mute myself also. No, I can hear you. It's not allowing me to mute myself. Just sign out and sign in. Can you mute me? अस्तु मीनुभगिनी श्रूयते किल आं भगिनि भगिनी पठतु सुभाषितं चित्ते वाचि क्रियायां च महतां एकरूपता नोबल् पीपल् महतां यस् भगिनि गो अहेड् Noble people are one in mind, word and deed. So, chitte, vachi, kriyayam are all in the seventh vibhakti, which we will do next time. And mahatam is sixth vibhakti. This song, I don't know the tune, so we'll do it another time. Astu, Bhagini, now what we are doing, I don't know whether it will be too much for today, but there is one more lakaraha, that is lot lakaraha, and that is what there is there in the presentation. Do you all want to do the lot lakar today itself, or will it be too much? Hariyo, am I audible? Yes, we can do, because we have practiced the lung lakar well, so we can do if everybody is okay. Okay, please. Yeah, I think we'll go ahead. Astu Bhagini, patatu. Bhagini, patatu. Kriyapadam vartamanakalaha. Kartripadam. Kartripadam. Kartripadam. Kartripadam. Subject. Kriyapadam vartamanakalaha. Verb present tense. Ramaha gacchati. Sitam gacchati. Mitram likhati. Bhavan pathati. Bhavati jigrati. Aham pashyami. Pashyami. Uttama. So here they are just doing a revision of the present tense. Now we are going to the this is also the same thing. Okay, as revision, maybe you can do it. No problem. Dhanyavadaha Bhagini. Dhanyavadaha. Priya Bhagini. Dhanyavada. Aam Bhagini. Priya Bhagini, patatu. Kriya, verb, to read. Ramaha, patati. Sita, patati. Mitram patati. Bhavan patati. Bhavati patati. Aham patami. Uttama. Dhanyavada. Dhanyavada. Kavita Bhagini. Kartripadam kriyapadam. Ramaha patati. Sita. Kartripadam kriyapadam. Ramah nrityati. Sita nrityati. Mitra nrityati. Bhavan nrityati. Bhavati nrityati. Aham nrityami. Uttama. Agre Vijay Mahode. पदम क्रिया पदम वर्तमान काल है राम है अस्ति सीता अस्ति मित्रम अस्ति भवान अस्ति भवती अस्ति अहम अस्मि नहीं अस्मि अस्मि अस्मि या देयर आर सम एक्सेप्शंस इवन इन संस्कृतम. So, yeah, so it is not ask me, it is asmi, okay? Aham asmi. Dhanyavadaha. Agre ka asti, eka nivisha. Vijay Thanki Mahode. Namaste, well, Bhagini. Namaste. So now we are going to patatu. लघु मार्गः पठतु पठति इस् इक्वल् टु पट् ओके सो यर् लघुमार्गः इस् वै बिकास् वि सा देट् इन् सम् केसेस् इट् इस् आमि पठामि एण्ड् इन् सम् इट् इस् अस्मि सो दोस् कैण्ड् आफ् चेञ्जेस् विच् आर् देर् दे आर् जस्ट् हैलैटिङ्ग् ओयर् हौ टु डु इट् हौ टु डु इट् पठति हा पठति इस् इक्वल् टु पठ् प्लस् अ प्लस् ति पठ् प्लस् अ प्लस् मि इस् इक्वल् टु पठामि सो अहं पठामि सः तौ ते विकम् सः सा तत् विकम् पठति ओके खादति इस् इक्वल् टु खाद् प्लस् अ प्लस् ति and khad plus a plus me is equal to khadami roditi is equal to rodi there is no a direct plus ti rodi plus ti rodi plus me is equal to rodimi shrunoti is equal to shruno plus ti and shruno plus me is equal to shruno me this is just to highlight that there are exceptions and these exceptions my own experience is that it's only when you keep on using it that it comes automatically okay dhanyawad mahoday dhanyawad anyat ekam asti patatu patatu tatra anyat ekam asti asti is equal to us there is no a direct plus t then it asti and us plus me is equal to asmi yeah and in fact when you do panini grammar then these rules also you don't have to kind of wonder whether it is shrunomi or shrunami you don't have to remember that because when you know the dhatu and you know the rules then you derive the form but of course it takes some time to reach over there ओके धन्यवादः महोदय धन्यवादः इन् दट् प्रीवियस् स्लैड् सो दिस् इस् आल् शृणो द धातु सो वि जस्ट् एड् ति अलोन् वितौट् दट् नो सो नो नो शृणो इस् नाट् द धातु दट् इस् वै ऐ सेड् दट् इट् डिपेण्ड्स् आन् विच् गण दट् द धातु फाल्स् इन् टु Over here, the dhatu is shru. Okay. Actually. Yeah, it is shru actually. So it becomes, it changes. This they have just to highlight, okay, because if you see the dhatu, then khad, yes, is the dhatu. But right. Over here, you know about the ganas, right? It is a little bit advanced, but I think for those who are already doing the pravesha, it might help. So how Panini has, I'm just giving you a background, a very, very brief background. So how Panini has done grammar or has written the rules is that all these dhatus, they fall into groups or ganas. There are 10 ganas. So if you look at your Pravesha book at the last, I don't know how many of you all are doing the correspondence course. At the end, there is the this concept of gana or groups that is introduced. It's very interesting. So what happens if you know the dhatu and if you know which gana it falls into, then you just follow the rules. You know the rules, you just follow them. That's all. So that is the reason why you find this shrunoti, roditi, all a little bit different, but within the group, all the dhatus, they take the same forms. And depending on the group that it is in, depending on the rules, they follow the form. So if you see Bhwadi Gana, Bhu becomes Bhava. Bhu becomes Bhava because of some rule. Okay. And in adadi gana ad becomes atti without any vikarna pratyaya. So there is the root, there is the vikarna pratyaya, and then there is the actual pratyaya, the akhyata, what they call is the akhyata pratyaya. So that's how it is. So don't come to the conclusion that if shrunoti is there, shruno is the dhatu. Okay, it has gone, it has, the root has gone through some kind of change, it has gone through some kind of transformation because of a root. Astu bhagini, for example, chur is the dhatu, but the form becomes chorayati. There are here also comes, because that is the rule for the churadihi gana. Okay, good you asked me, because this question will be there in the minds of other people also. Does that answer your question, Bhagini? So if others have not followed this thing about group, don't worry, because it is meant for later. Okay, I will do this next time. This time we'll just get introduced to the formation of sentences. Okay, Vishalakshi Bhagini. Vishalakshi Bhagini kina, Vijay Thankina. Anantara. Vishalakshi Bhagini. Astu. Yes, ma'am. Patat. Vakyam nama kim? What is a sentence? Nama kim? What is a sentence? Putraha asti. Putraha kim karoti? Ramasya putraha kridati. Rama pradhanam nasti anya vibhakti. Anya vibhakti. One minute, just excuse me. Anya so vibhakti. Here, what they are trying to. Yeah. So what they are, which vibhakti, can you tell me, Bhagini? Which vibhakti is Ramasya? Ramasya. No, I'll not be. Anybody? Anybody wants to answer that question? Shashti Vibhakti. Yeah. Shashti. So sixth Vibhakti. So it is sixth Vibhakti talks about possession. So Ramasya Putraha means Rams with an apostrophe as son. Okay. So Rama Pradhanam Nasti over here is because Rama is not doing the work. So the one who is doing the work will be the Karta. And that will be in the Prathama Vibhakti always. And then whatever is the gender, because verbs don't take gender. Whatever is the number, subject will take, yeah, and number and the case, Purushaha, it will take the verb. All whatever we did, Abhavat, etc., now it will come into play. Okay, so Ramasya Putraha Kridati. Kridati is Prathama Purushaha Ekavachanam. Putraha is Prathama Purushaha Ekavachanam. It is Prathama Purusha Nasti Kshamita. Prathama Vibhaktihi Ekavachanam. Astu. So Rama Pradhanam Nasti Anya Vibhaktihi. Okay, continue, Bhagini. Anya Vibhakti. In this sentence, word Rama is not the subject and hence not important. It uses other vibhaktis. Kartrupadam plus Kriyapadam is equal to Vakyam. Kartrupadam plus Kriyapadam, subject plus verb is equal to sentence. Continue with that. Putraha, Kartrupadam. Putraha, nothing else is there in this. Only Prathama Vibhaktihi. That only, Kartrupadam and Prathama. Kartrupadam, that means the subject is always in the Prathama Vibhakti. We have done all this. This is, for us it is revision, but since it's being presented for the first time. and kridati is okay, so bhagini is kridati is kriyapadam. Yeah, kriyapadam, and it is tell kridati because yeah. Putrah is in the third case, correct? So now supposing bhagini you want to tell I play, then what will you tell Vishalakshi bhagini? I play. Aham kridami. Uttamam, you have understood. Astu, agree. Yashasvini bhagini, dhanyavada. Yeah, Yashasvini bhagini. Vakyam nama kim? What is the sentence? Eka putrah, sorry. Haan, eka na, esha. Esha, sorry. एषः पुत्रः एषः पुत्रः क्रियापदं किम् क्रियापदं एकपुत्रः अस्ति एषः पुत्रः इस् अ सेण्टेन्स् इन् संस्कृतम् एषः पुत्रः इस् अ सेण्टेन्स् वेर् इस् द वर्ब् There is no verb over there, right? Eshaha is this. This is a doing word. And asti. Asti is considered yeah. as a doing word. Yeah. No, that is what I'm saying. So asti is also called, just for your information, it's called as adhyaharaha. It is called adhyaharaha. So adhyaharaha in Sanskritam means a word which is not said explicitly or which is not written explicitly, but for all practical purposes it is understood that it is there. So eshah putrah, it is understood that this is a boy, this boy is in Sanskritam is. So eshah putrah is this is a boy. So it is understood like that. There are many sentences that you understand, and that word is called adhyahara. Okay, asti. Okay. So eshah putrah asti. Asti is the kriyapadam. Kartrapadam plus kriyapadam is equal to vakyam. Subject plus verb is equal to sentence. Kartrapadam. Okay. Now putra. Ramya. Eshaha putraha. Kartrapadam. Kriyapadam. Verb. Asti. Prathama vibhakti. Prathama vibhaktihi. Now which is in prathama vibhaktihi bhagini? Which word is Putraha. In prathama vibhakti? And Putraha and asti. No, asti and is Eshaha. No vibhakti. Sorry. Ah, Esha. Asti is the kriyapadam. In kriyapadam there is no vibhakti. Kriyapadam there is only purushaha. There is no gender also in kriyapadam. But in nouns, you have all of it, okay? Dhanyavada. Dhanyavada. Does anybody have any questions? Over here? Astu. Agre ka asti. Mukshamyatam. No, Meenu Bhagini. Aam Bhagini. Patatu Bhagini. वाक्यं नाम किं वाक्यं नाम किं गच्छामि कर्तृपदं किं कर्तृपदं किम् अहं गच्छामि अहं प्रथमा विभक्तिः बिकाज़् इट् इस् अ सब्जेक्ट् एण्ड् गच्छामि इस् अ क्रियापदम् कर्तृपदं प्लस् क्रियापदम् इस् इक्वल् टु वाक्यं ब्यूटि सो द ब्यूटि आफ़् द लेङ्ग्वेज् इस् दट् इफ् ऐ से गच्छामि इट् इस् अण्डर्स्टुड् हू इस् गोयिङ्ग् वेन् यु नो गच्छामि ऐ एम् गोयिङ्ग् इट् इस् अण्डर्स्टुड् सपोसिङ्ग् भगिनी नौ वी वाण्ट् टु से वि गो देन् वाट् विल् यु से गच्छामः गच्छामः सो इफ् इट् इस् गच्छामः इट् मीन्स् We go. We go. Astu. Dhanyavadah. Agre. Priya Bhagini. Vakyasya Rachana अस्तु. वाक्यस्य रचना गृहणं च. गृहणं च सेण्टेन्स् मेकिङ्ग् एण्ड् ग्रहणं ग्रहणं च सेण्टेन्स् मेकिङ्ग् एण्ड् काम्प्रिहेन्शन्. कर्तृपदं प्लस् क्रियापदम् इस् वाक्यं. सब्जेक्ट् प्लस् वर्ब् इस् सेण्टेन्स् इन् संस्कृतं. प्लस् इस् योगः. अस्तु अग्रे अपि पठतु भगिनि. योगः. अस्तु भगिनि. वाक्यस्य रचना सेण्टेन्स् मेकिङ्ग् कर्तृपदं योगः क्रियापदं क्रियापदं वाक्यं. सब्जेक्ट् प्लस् वर्ब् इस् सेण्टेन्स्. कः करोति कर्तृपदं सब्जेक्ट्. सो कः करोति द आन्सर् टु देट् क्वश्चन् कः करोति विल् बि द सब्जेक्ट् आर् द कर्तृपदं. धन्यवादः भगिनि. धन्यवादः. अग्रे कविता भगिनी किल. कविता भगिनी पठतु द सेकेण्ड् हाफ़्. पठतु भगिनि. नाट् एबल् टु हियर् भगिनि. किञ्चित् उच्चैः. वाक्यस्य रचना सेण्टेन्स् मेकिङ्ग् कर्तृपदं प्लस् क्रियापदम् इजिकल् टु वाक्यं. सब्जेक्ट् प्लस् वर्ब् इजिकल् टु सेण्टेन्स्. कः करोति कर्तृपदं सब्जेक्ट्. किं करोति क्रियापदं वर्ब्. सो किं करोति विल् बि द आन्सर् टु द वर्ब् आर् द वर्ब् विल् बि द आन्सर् टु द क्वश्चन् किं करोति. धन्यवादः भगिनि. कवितायाः विजयमहोदय पठतु. क्षम्यतां भगिनि, केन् यु प्लीस् एक्स्प्लेन् द प्रीवियस् स्लैड् अगेन्. So, if you say, Ramah Kreedati, okay? Ramah Kreedati. In that, if you say, Kaha Kreedati, that means who is playing, the answer will be the subject in the Prathama Vibhakti. Okay? Kaha Kreedati, Ramah Kreedati. Ramah Kim Karoti, Ramah Kim Karoti, the answer to that question will be the verb. Ramah Kreedati. Okay. Similarly, if supposing you have Sita Kreedati, then you will not ask Kaha Kreedati. You will say Ka Kreedati. Why? Because Sita is it the feminine. Okay. Vijay Mahode. Vakyasya Grahanam. Sentence comprehension. Kartyapadam plus Kriyapadam equal to Vakyam. Subject plus verb equal to sentence. क्रियापदम् इस् द वर्ड्. सो क्रिया इस् द क्रियापदं. दट् इस् कः करोति कर्तृपदं सब्जेक्ट् सेम् थिङ्ग्. या सो दिस् इस् जस्ट् सम् एनिमेशन्. अस्तु धन्यवादः. दिस् इस् द इन्ट्रडक्षन् टु द लोट् लकारः. वि हेव् 10 मिनिट्स् सो वि केन् डु इट्. अस्तु विजय थङ्की महोदय पठतु. नौ वि आर् नौ द सेण्टेन्स् मेकिङ्ग् आर् द इन्ट्रडक्षन् टु सेण्टेन्स् मेकिङ्ग् इस् ओवर्. वि आर् डूयिङ्ग् अ न्यू लकारः एण्ड् देट् इस् द लोट् लकारः. नमस्ते भगिनि. कर्तृपदं सब्जेक्ट्. क्रियापदं वर्तमानकालः. वर्ब् प्रेसेण्ट् टेन्स्. क्रियापदम् आज्ञा प्रार्थना. वर्ब् रिक्वेस्ट् आर्डर्. देट् इस् आल्सो अ वर्ब्. ओन्ली थिङ्ग् इस् द लकारः. यूस् द धातु पट् बिकास् ओन्ली टी टी टु रीड् इस् वेरि सो यू डू यूस् द धातु पट्. रामः पठति. देट् इस् क्रियापदं वर्तमानकालः. रामः पठतु. देट् इस् क्रियापदम् आज्ञा और् प्रार्थना. Okay, so here it is the assertive tense in which you are in the first one you are saying Rama reads. In the second one you are either ordering or requesting Rama to read. Ramaha patatu. That's why when I keep requesting you all to read, patatu patatu. Sita patati. Sita patatu. Mitram patati. Mitram patatu. भवान् पठति भवान् पठतु भवती पठति भवती पठतु अहं पठामि अहं पठानि हौ केन् ऐ आर्डर् मै सेल्फ् यू केन् नाट् आर्डर् बट् यू केन् आस्क् फार् पर्मिशन् सो इफ् ऐ वाण्ट् टु एण्टर् द रूम् और् इफ् ऐ वाण्ट् टु यू केन् आर्डर् युर् सेल्फ् वन्स् इन् अ वे समटैम्स् यु नो वेन् यु don't feel like reading and you tell yourself no you must read so then you can order yourself that is just in jest but you are right but if supposing you want to request permission okay aham pathani kim may I read pathani kim okay pathani so you cannot request yourself or but you can use that aham pathani va if you want to read अस्तु धन्यवादः महोदय विशालाक्षी भगिनी पठति एण्ड् पठानि इस् आलरेडि डन् नित्यामि नित्यामि यस् यस् प्लीस् एण्टायर् थिङ्ग् रामः नित्यामि रामः क्षम्यतां रामः अहं नृत्यामि रामः नृत्यति करेक्ट् करेक्ट् रामः नृत्यति रामः नृत्यतु सीता नृत्यति सीता नृत्यतु मित्रं नृत्यति मित्रं नृत्यतु भवान् नृत्यति भवान् नृत्यतु भवती नृत्यति भवती नृत्यतु अहं नृत्यामि aham nrityani so if I tell mitram nrityatu what does it mean bhagini means that the my friend is dancing no nrityati means dancing nrityati is dance my friend dancing but if I tell ramah nrityatu it means you dance. You are ordering him to dance Okay. If I put Kripaya, usually it will become request. But you can tell Nrityatu. That is also a request. Hmm? Yeah. Dhanyavadaha. Yeah. That is to be understood. सीता अस्ति सीता अस्तु मित्रम् अस्ति मित्रम् अस्तु भवान् अस्ति भवान् अस्तु भवती अस्ति भवती अस्तु अहम् अस्मि अहम् असानि नौ दिस् वुड् बिकम् आवां नो डोण्ट् गो टु देट् भगिनि Don't want? Don't okay. Don't okay. Now, because the Dvivachana and the Bahuvachana meet, first you understand that yeah. this is okay. Agnya. Okay, so what that Bhavan Astu means? Bhavan Astu means you are. No. Bhavan Asti means you are. Bhavan Astu means you should be. You should be. It's an order. It is a request. You be. So, Shubham Astu. When you say Shubham Astu, Kalyanam Astu, all these things which we use usually when people are traveling or when we are saying Sarve Bhavantu, Bhavantu Sukhinaha. Sarve Bhavantu Sukhinaha. Means everybody should be happy. Yeah. And this Lot Lakaraha and Vidhiling Lakaraha, which we will do also in future, they are used very interchangeably. They are used very, may it happen, like that. Okay? So I think what we will do is we will continue with the Lot Lakarah later on, because it is 9 o'clock now. I don't mind extending it, but it won't be fair to those who have to go to sleep. Astu. So we will continue with this next time. And anyway, it will be good for revision. We will wind up as usual with the Tatra. Vijay Mahoday, Kavita Yaha Vijay Mahoday. Shanti Mantra, Shanti Mantra, Vadatu. Om Sarve Bhavantu. Vadatu, see? Astu. Om Sarve. Om Sarve Bhavantu. Sarve Santu Niramaya. Sarve Patrani Pashyantu. Ma Kachit Dukkha Bhaga Bhavet. Om Shanti Hi, Shanti Hi, Shanti Hi. Dhanyavadah. अनेके धन्यवादः, पुनर्मिलामः, अनेके धन्यवादः भगिनी, पुनरेकवारं क्षम्यताम्, क्षम्यताम्, अहम् अग्रिमं वर्गं तु अहं स्वीकरिष्यामि, धन्यवादः, धन्यवादः, धन्यवादः.